अस्तु, अस्माकं पुस्तकमस्ति विभक्तिवल्लरी, तत्र द्वितीयविभक्तिपर्यन्तं वयं कृतवन्तः गते सप्ताहे। तत्र गृहपाठरूपेण सर्वनाम्नाम् अभ्यासः भवतु इति प्रार्थना आसीत्। अतः नाम प्रथमविभक्तौ द्वितीयविभक्तौ च वाक्यानि विरचितानि चेत् किञ्चित् परिशीलयाम इति विचारः। तर्हि लक्ष्मीभगिनी कृपया वाक्यं वदतु। संस्कृतभाषा एका उत्तमा भाषा अस्ति। अस्तु अस्तु, समीचीनं समीचीनं, सर्वे शृण्वन्तु, संस्कृतभाषा एका उत्तमा भाषा अस्ति। वयं सर्वे तां भाषां ज्ञातुम् इच्छामः। समीचीनम्, एका उत्तमा भाषा अस्ति, अनन्तरं तां भाषां ज्ञातुम् इच्छामः। वाक्यं समीचीनम् अस्ति, सर्वे अवगच्छन्ति वा? निहारिका भगिनी अवगच्छति वा? आम् अवगच्छामि। अस्तु अग्रे द्वितीयं वाक्यं वदतु लक्ष्मी भगिनी। संस्कृते बहवः श्लोकाः सन्ति, तान् श्लोकान् पठित्वा पुण्यं प्राप्नुमः। अस्तु, वाक्यं समीचीनमेव। अस्तु, इदानीं सन्ध्या भगिनी वदतु। भारतदेशे बहवः नद्यः सन्ति। द्वितीयवाक्यम् अपि द्वितीयविभक्तिः नदीः गच्छामि। वाक्यं वदतु, नदीः गच्छामि। द्वितीयवाक्यं नदीः गच्छामि। अस्तु अस्तु, किन्तु तस्य सर्वनाम भवति चेत्? ओ, अहं नदीः गच्छामि। अहं परन्तु नदीः इत्यस्य सर्वनाम, नदी शब्दस्य सर्वनाम क्या? ओके, नाम उदाहरणार्थं तत्र नद्यः सन्ति, तत्र नद्यः सन्ति इति, तत्र नद्यः इत्यस्य सर्वनाम किं? सर्वनाम, उदाहरणार्थं बालिका तत्र अस्ति, बालिका तत्र अस्ति, सा बालिका तत्र अस्ति। परन्तु अहं चिन्तितवती एकवाक्यं प्रथमविभक्ति, द्वितीयवाक्यं सेम् पदः परन्तु द्वितीयविभक्ते। हा, किन्तु सर्वनाम्ना सह, सर्वनाम्ना सह, वित् टुगेदर् वित् प्रोनौन्। ओ, वित् प्रोनौन्, ओके। यतोहि अत्र अत्र सर्वनाम अभ्यासः अस्ति। सर्वनाम इति जानाति वा? प्रोनौन् सर्वनाम अभ्यासः। ओके, सो ता नदीः गच्छामि। ताः, ताम् द्वितीयविभक्ति, तां नदीः गच्छामि। हा, तु तत्र सा बहुवचने द्वितीयविभक्ति, सा बहुवचने द्वितीयविभक्तिरूपं किम्? तां नास्ति, नास्ति, एकवचने तां, बहुवचने अहं जानामि, बहुवचने तानि न, तानि नास्ति, ताः, सत्यं, ताः नदीः गच्छामि। हा, इति वाक्यमस्ति, समीचीनम्। अस्तु, इदानीं विश्वनाथमहोदय वदति वा? ते बालकाः क्रीडन्ति, अहं तान् बालकान् क्रीडन्तु पश्यामि. ओ हा, किन्तु भवान् यत् वक्तुम् इच्छति तत् समीचीनमस्ति. ते बालकाः क्रीडन्ति इति वाक्यमासीत्? ते बालकाः क्रीडन्ति इति वाक्यं समीचीनमस्ति. द्वितीयं वाक्यं, तत्र वयं न जानीमः कथं भवति इति, वयं न जानीमः द्वितीयं वाक्यम्. अहं बालकान् क्रीडन्तु पश्यामि. अहं तान् क्रीडन्तु इति त्यजतु, क्रीडन्तु इति न भवति, तत्र अहं तान् बालकान् पश्यामि. ओके, अहं तान् बालकान् पश्यामि इति वाक्यं समीचीनमस्ति. तत्र प्लेयिङ्ग् बोय्स्, I see the playing boys, तत्र प्लेयिङ्ग् वयं न जानीमः एतावता. न जानीमः, अग्रे भविष्यति. अस्तु, अभिनवमहोदय वाक्यं. सः बालकः गृहं गच्छति, अहं तं बालकं पश्यामि. अस्तु, द्वितीयं वाक्यं वदतु. मम गृहं कालेज् पार्के अस्ति, अहं मम गृहं गच्छामि. हा, किन्तु प्रथमं वाक्यं पुनः वदतु. मम गृहं कालेज् गृहं न, तत् गृहम् इत्यस्य लिङ्गं किम्? गृहं नपुंसकलिङ्गशब्दः. हा, पुनः वदतु. मम गृहं कालेज् पार्के अस्ति. हा, किन्तु कालेज् पार्के इति इयं भाषा बङ्ग्लाभाषा नास्ति. बङ्ग्लाभाषा अस्ति चेत् तथा कर्तुं शक्नुमः, कालेज् पार्के, तथा न कुर्मः. तत्र संस्कृतभाषायां विभक्तिः न भवति, संस्कृतभाषायाः शब्दः नास्ति चेत्. अतः कालेज् पार्क् इति नगरम् इति वदतु. कालेज् पार्क् नगरं. मम गृहं कालेज् पार्क् नगरं वा नगरे खलु, नगरे भवति खलु, सप्तमी नगरं. किं पुनः वाक्यं वदतु. मम गृहं कालेज् पार्क् नगरम् अस्ति. न, नगरम् अस्ति वा, नगरे अस्ति खलु, नगरे नगरं न. यत्र वयं प्रश्नं पृच्छामः, कुत्र भवतः गृहं कुत्र अस्ति, कुत्र इति पृच्छामः चेत्, तत्र उत्तरे सप्तमी विभक्तिः भवति खलु, सप्तमी. तर्हि वाक्यं पुनः वदतु. मम गृहं कालेज् पार्क् नगरे अस्ति. हा, इदानीं वाक्यं समीचीनमस्ति. सर्वे अवगच्छन्ति वा? निहारिका भगिनी अवगच्छति वा? अस्तु, भवती एव वाक्यं. इफ् ऐ से मम गृहं भारतदेशे अस्ति इति उचितं वा? मम गृहं भारते अस्ति इति उचितं नास्ति? न, द्वयमपि समीचीनं. भारते, भारतदेशे, द्वयमपि समीचीनं. किन्तु कालेज् पार्के समीचीनं न, नास्ति. कालेज् पार्क् संस्कृतशब्दः अस्ति वा? नास्ति. हा, यत्र संस्कृतशब्दः नास्ति तत्र विभक्तिरूपं मा योजयतु, मा योजयतु, नाम संस्कृत कालेज् पार्क् अस्य कालेज् पार्के एतत् सर्वं न भवति. किन्तु दिल्ली, दिल्ली खलु, दिल्ली इति नगरं, तत्र संस्कृतशब्दः अस्ति देहली, देहली, देहली इति स्त्रीलिङ्गशब्दः. तर्हि मम गृहमिति देहली इति वदतु, तत्र नगरं शब्दस्य आवश्यकता नास्ति. वाक्यं वदतु. मम गृहं कालेज् पार्क् नगरे. न न, कालेज् पार्क् न, देहली, देहली. मम गृहं देहल्याम् अस्ति. अस्ति, हा, इदानीं वाक्यं समीचीनमस्ति. मम गृहं देहल्याम् अस्ति, यथा नदी इति सप्तमी, नदी, नद्यां, देहली, देहल्यां, देहल्याम् अस्ति, देहल्याम् अस्ति. अहं मम गृहं, वदतु. मम गृहं देहल्याम् अस्ति, अहं मम गृहं गच्छामि. हा, इदानीं वाक्यं समीचीनमस्ति. भारतशब्दः संस्कृतशब्दः, भारते अस्ति, मम गृहं भारते अस्ति, मम गृहं देहल्याम् अस्ति, किन्तु मम गृहं कालेज् पार्क् नगरे अस्ति. नगरं शब्दः, नगरशब्दः संस्कृतशब्दः, तत्र सप्तमी विभक्तिः भवति महर्षि. कालेज् पार्क् तत्र न भवति. अवगतं खलु, हा, अस्तु. निहारिका भगिनी, कृपया वदतु वाक्यम्. अहं पुस्तकं पठामि, बालकाः पुस्तकानि पठन्ति. हा, वाक्यं समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी वदतु अग्रे. अस्माकं गुरुः स्वरूपमहोदयः, वयं गुरुं नमस्कृत्य पठनं आरब्धयामः. हा हा हा, तत्र किमस्ति, वाक्यं समीचीनं, किन्तु तत्र धातुः अस्ति रब्. रब् धातुः आत्मनेपदीधातुः, न तु परस्मैपदीधातुः. नाम तत्र आरभामहे इति भवति, आरभामः इति न भवति. अहम् उक्तवान् खलु, कुत्रचित् ति भवति अन्ति, कुत्रचित् ते खलु, यथा गच्छति इत्यस्मिन् ति, गच्छते इत्यस्मिन् ते. अत्र अतः तथा मा वदतु, यत्र शङ्का अस्ति, यत्र शङ्का अस्ति तत्र आरम्भं कुर्मः. पुनः वाक्यं वदतु. अस्माकं गुरुः स्वरूपमहोदयः, वयं गुरुं नमस्कृत्य पठनम् आरम्भं कुर्मः. हा, किन्तु किन्तु अत्र पठनम् आरम्भमिति न, पठनस्य, पठनस्य, पठनस्य आरम्भं कुर्मः. किमर्थं तत्र द्वितीय, नाम द्वितीयविभक्तिः कुत्र भवितुं शक्नोति इति प्रश्नः. द्वितीयविभक्तिः कुत्र भवितुं शक्नोति? अहम् उक्तवान् गुरुं, गुरुं नमस्कृत्य द्वितीयविभक्तिशब्दं, गुरुं नमस्कृत्य पाठम् इति भवती उक्तवती, पाठम् आरम्भं कुर्मः. अत्र अत्र पाठम् आरम्भं कुर्मः इति दोषः, दोषः अस्ति. पाठं, तत्र पाठम् इति द्वितीयविभक्तिः न भवति, षष्ठी भवति. यतः तत्र कर्मपदं, नाम पाठं, पठनं शब्दं, न न न न, शृणोतु शृणोतु, अत्र पाठम् अथवा पठनं यत्किमपि भवति, पाठं पठनं तत्र प्रश्नः अस्ति यत् कर्मपदं भवति न वा. अत्र यत्र कर्मपदं भवति तत्र क्रियापदस्य कर्मपदं, क्रियापदस्य कर्मपदम्. अतः पाठं वयं पाठं कुर्मः अथवा वयं पठनं कुर्मः समानमेव, किन्तु अत्र आरम्भं कुर्मः. यदि वयं वदामः आरम्भं कुर्मः तत्र आरम्भम् इति एव कर्मपदमस्ति. कुर्मः इति कुर्मः इत्यस्य कर्मपदम् आरम्भं. पुनः कर्म आरम्भम् इत्यस्य कर्मपदं पाठम् इति न भवति. तत्र षष्टिविभक्तिः भवति. वयं गुरुं नमस्कृत्य पठनं कुर्मः. पठनं कुर्मः समीचीनमस्ति, समीचीनमस्ति. अवगच्छामि. विश्वनाथमहोदय अग्रे. सः वृक्षः सन्ति. पुनः वदतु. सः वृक्ष आसन्ति. न, वाक्यं स्पष्टं नास्ति. सः इति वा सः वृक्षः अस्ति. सः वृक्षः अस्ति इति. अस्तु. अहं तं वृक्षम् आरोहामि. वाक्यं समीचीनमस्ति. अस्तु, सन्ध्या भगिनी वदतु. एषः कृष्णः स्यूतः. अहं येषं स्यूतं क्रीणामि. हा, किन्तु अत्र दोषः अस्ति. कोऽपि वदति वा दोषः कः? अभिनवमहोदय, दोषः कः? पुनः वदतु भगिनि. नाम अत्र एकः सङ्केतः. सर्वे अपरेषां जनानां वाक्यानि शृण्वन्तु, दोषान् निष्कासयन्तु. अहं न करोमि. सर्वे शृण्वन्तु. डोन्ट् ओन्लि लिसन् व्हेन् इट् कम्स् योर् टर्न् इति आशयः. यु हाव् टु से वट् योर् मिस्टेक्स् आर्. ओके, वदतु सन्ध्या भगिनी. एषः कृष्णः. वाक्यं यत् भवती लिखितवती तत् पठतु. ओके, तदेव. ओके, एषः कृष्णः स्यूतः. अहं येषं स्यूतं क्रीणामि. हा, तत्र दोषः अस्ति वा कुत्रचित्? लक्ष्मी भगिनी, अभिनवमहोदय, प्रथमं वाक्ये एकः दोषः अस्ति. कः दोषः? कृष्णः स्यूतः नास्ति. वाक्यं पुनः वदतु भगिनि. सन्ध्या भगिनि, प्रथमं वाक्यं. एषः कृष्णः. Isn't Krishna black? हा, एषः कृष्णः. वदतु, वाक्यं समीचीनमस्ति, तत्र दोषः नास्ति. वदतु. कृष्णः स्यूतः अस्ति. एषः कृष्णः स्यूतः अस्ति. तत्र लक्ष्मीभगिनी, दोषः कुत्र अस्ति? एषः कृष्णस्यूतः, कृष्णवर्णस्य स्यूतः. हा, कृष्णवर्णस्य स्यूतः अपि समीचीनमस्ति. अभ्यासपुस्तके, हा, समीचीनं वदति भवती. अभ्यासपुस्तके वयम् अधीतवन्तः यत् कृष्णवर्णस्य इति अस्ति, रक्तवर्णस्य, श्वेतवर्णस्य इति अस्माकं पाठः आसीत्. सत्यं, किन्तु कृष्णस्यूतः, रक्तस्यूतः, श्वेतस्यूतः, नाम कृष्णः स्यूतः, रक्तः स्यूतः इति अपि साधुः साधुवाक्यं तत्र तत्र समस्या नास्ति. द्वितीयं वाक्यं तत्र समस्या अस्ति. ओ अहं जानामि एषः नास्ति इतम् अस्ति एतम् एषः एतौ एते एषः एते एतं द्वितीयविभक्ति एतम् अस्तु. निहारिका भगिनी वदतु. मम अनुजः रोदति मम अनुजाः रोदन्ति रुदन्ति रुदन्ति रोदिति एकवचने रोदिति बहुवचने रुदन्ति. अस्तु भगिनी निहारिका भगिनी द्वितीयं वदतु नूतनवाक्यं. अहं जलं पिबामि मम मित्र मम मित्राः जलानि मित्राणि जलानि पिबन्ति. हा वाक्यं समीचीनमस्ति किन्तु किमस्ति अत्र जलं कोऽपि वदति वा अभिनवमहोदय वदतु जलं किं का वार्ता अस्ति अत्र. जलं भवति जलानि न भवति. किमर्थं जलं किमर्थं जलं किमर्थं न जलानि अहं न वक्तुं शक्नोमि. भवान् जानाति अथवा किन्तु वर्णनं कर्तुं न शक्नोमि. अस्तु किमस्ति किमस्ति यत्र यत्र किमपि अस्ति तत् गणयितुं शक्नुमः चेत् तस्य बहुवचनं भवति. गणयितुं न शक्नुमः चेत् तस्य बहुवचनान्तरूपं न भवति. जलं निहारिका भगिनी यदि अहं वदामि कति जलानि सन्ति तत्र उत्तरं किम् उत्तरमस्ति वा. उत्तरं न जलमस्ति. सन्ध्या भगिनी वदतु तत्र पञ्चजलानि सन्ति इति वक्तुं शक्नुमः. सप्तजलानि सन्ति किमर्थम् जलमेव अस्ति. तत्र गणनं न भवति खलु गणनं कौण्टिङ्ग्. ओ यस् आम् तत्र गणयितुं न शक्नुमः. वी केनाट् कौण्ट्. ओके निहारिका भगिनी कौण्ट् कर्तुं शक्नुमः वा जलं. न कर्तुं शक्नुमः अतः बहुवचने न भवति. सो कदा जलानि भवति न भवति. न भवति नाम सैद्धान्तिकरूपेण इन् थियरी सैद्धान्तिकरूपेण वक्तुं शक्नोति नाम तस्य रूपम् अस्ति जलानि इति रूपम् अस्ति किन्तु प्रयोगे नास्ति. इट्स् नाट् इन् यूस् अवगच्छति वा. तत्र इन् थियरि रूपम् अस्ति सैद्धान्तिकरूपेण अस्ति इन् थियरि परन्तु व्यवहारिकरूपेण इन् प्राक्टिस् व्यवहारे नास्ति. यत्र दर्शनशास्त्रमस्ति न्यायशास्त्रं तथा लाजिक् तर्कशास्त्रं तत्र वयं वक्तुं शक्नुमः अस्मिन् प्रसङ्गे तत्र भवति इन् फिलासफि क्लास् परन्तु अत्र व्यवहारे नास्ति. नाम यत्र सम्भाषणं सामान्यसम्भाषणमस्ति तत्र जलशब्दस्य बहुवचनान्तरूपं न भवति. अवगतं वा. अस्तु अस्तु तर्हि विश्वनाथ महोदय अग्रे. तानि पत्राणि सन्ति. पुनः तानि पत्राणि सन्ति. समीचीनं. भवन्तः तानि पत्राणि आनयतु. वाक्यं समीचीनमस्ति. वाक्यं समीचीनमस्ति. भवान् लिखितवान् वा अथवा लक्ष्मीभगिनी लिखितवती वा? अहं लिखामि. अस्तु अस्तु, भगिनी सहायं करोति. अस्तु, समीचीनं, समीचीनमेव, समीचीनम्. अस्तु, तर्हि लक्ष्मीभगिनी अग्रे वदतु. अहं संस्कृतं ज्ञात्वा सदा संस्कृते एव वक्तुमिच्छामि. समीचीनम्. अनन्तरं नित्यं संस्कृतश्लोकान् पठन् पूजां करोमि. समीचीनमस्ति. वाक्यं समीचीनमस्ति, किन्तु तद् वाक्यं बालकस्य वाक्यं, न तु बालिकायाः. पठन् पठन् इति वयं न जानीमः, तत्र स्त्रीलिङ्गे रूपं भिन्नमस्ति. पठन्ति संस्कृतश्लोकान् पठन् पठन्ति श्लोकः न संस्कृतश्लोकम् अथवा श्लोकान् पठन्ति पठन्ति. अवशिष्टं समीचीनम्. पठन्ति किं संस्कृतश्लोकान् श्लोकः पुंलिङ्गशब्दः न शब्दः न अत्र अग्रे एकवर्षानन्तरम् अहं पाठयिष्यामि. एकवर्षानन्तरं नाम अग्रे भविष्यति. अत्र अहं भवती महिला खलु, अतः अहं नाम अहं महिला, इदानीम् अहं महिला अस्मि. अहं श्लोकान् पठन्ती पूजां करोमि. पूजां करोमि. अवगच्छामि. अहं महिला इत्युक्ते तदर्थम् अतः सत्यम् अवगच्छ अतः पठन्ति. अस्तु, तर्हि न इदानीं सा सर्वनाम्नः अभ्यासः भवति स्म. सर्वनाम नाम सः ते तं तान् सा ताः तां ताः एतेषाम् अभ्यासः भवति स्म. तर्हि इदानीं सर्वे एकं वाक्यं वदन्तु. उदाहरणार्थं तत्र ते बालकाः सन्ति. अहं तान् बालकान् पश्यामि. नाम ते इति प्रथमाविभक्तौ बहुवचने, तान् इति प्रथमाविभक्तौ द्वितीयविभक्तौ बहुवचने. ते बालकाः क्रीडन्ति. अहं तान् बालकान् पश्यामि इति विश्वनाथमहोदयस्य वाक्यमासीत्. समीचीनं. तादृशं वाक्यं यत्र सर्वनाम अस्ति. सर्वनाम सर्वनाम अभ्यासः. कोऽपि सन्ध्या भगिनी वदतु वा? वाक्यं ते पुरुषाः कुत्र गच्छन्ति? ते तान् पुरुषान् कार्यं ददामि. समीचीनं. किन्तु कार्यं ददामि, तत्र दोषः अस्ति. नाम वाक्यम् अहम् अवगच्छामि, किन्तु तान् पुरुषान् कार्यं ददामि, तत्र यत्र दानक्रिया अस्ति, वयं जानीमः दानक्रिया अस्ति चेत् काव्यभक्तिः भवति. काव्यभक्तिः चतुर्थी विभक्ति. तर्हि रूपं समीकरोतु. सन्ध्या भगिनी वदतु रूपं कथं भवेत्. तान् पुरुषान् ओ ओके सो अन्यवाक्यं न तदेव वाक्यं तदेव चतुर्थीविभक्ति या सत्यं तान् ओ गॉड तान् तानि तानि चतुर्थी तान् चतुर्थी चतुर्थीविभक्ति पुरुषेभ्यः अपि च सर्वनाम सो तान् तेभ्यः पुरुषेभ्यः द्वितीयवाक्यं वदतु द्वितीयवचन तान् पुरुषान् न इच्छामि किन्तु यत्र चतुर्थी विभक्तिः आसीत् तत्र वाक्यं पूरयतु पूर्णवाक्यम् अहम् अहम् उक्तवती ओके सो चतुर्थी विभक्ति तेभ्यः पुरुषेभ्यः कार्यं ददामि इदानीं वाक्यं समीचीनमस्ति तेभ्यः पुरुषेभ्यः अहं कार्यं ददामि इदानीं वाक्यं समीचीनं सर्वे अवगच्छन्ति वा विश्वनाथमहोदय अवगच्छति वा निहारिका भगिनी अस्तु अस्तु अन्यवाक्यं कोऽपि वदति वा अभिनवमहोदय यत्र सर्वनाम अस्ति द्वितीयविभक्तौ प्रथमविभक्तौ अनन्तरं द्वितीयविभक्तौ भवान् नगरम् आगच्छति अहं भवन्तम् आनयामि पुनः वदति भवान् नगरं नगरम् आगच्छति अहं भवन्तम् आनयामि अहं भवन्तं सत्यम् अहं भवन्तम् आनयामि अस्तु अहं वदामि अन्यत् वाक्यमस्ति वा सः महान् कविः अस्ति अहं तं कविं नमामि ध्वनेः गुणः समीचीनं नास्ति पुनः वदतु सः महान् कविः अस्ति इदानीं समीचीनमस्ति सः महान् कविः कविः अस्ति अहं तं कविं नमामि तत्र समस्या अस्ति तत्र कविशब्दः न समीचीनं अहं पुनः वाक्यम् अहं तं कविं नमामि न समीचीनमस्ति वाक्यं समीचीनमेव क्षम्यतां वाक्यं समीचीनम् अस्तु इदानीं निहारिका भगिनी वदतु सा महिला सत्यमेव वदति सा महिला सत्यमेव वदति समीचीनम् अनन्तरं द्वितीय तां सत्यमेव वदति सा महिला सत्यमेव वदति इति वाक्यं तत् वाक्यं समीचीनमस्ति इदानीं द्वितीयविभक्तिः पुनः वदतु ओ ओके श्रीराम् चिन्तयतु तत्र वदति इति न पुनः वाक्यं पुनः वदतु तां महिला सत्यमेव वदति सा महिला प्रथमवाक्यं समीचीनं सा महिला सत्यमेव वदति अनन्तरं यदि वयं द्वितीयविभक्तिं वक्तुमिच्छामः तदा वाक्यं भिन्नवाक्यं वाक्यं भिन्नं यु हेव् टु मेक् ए डिफ्रेण्ट् कन्स्ट्रक्षन् Yes. Means that you understand you cannot just have the same sentence and change the vibhakti from prathama to dvitiya vibhakti. It's not going to work like that. So you have to make a totally new sentence in which dvitiya vibhakti is appropriate. There you can't just say tam mahila valati. means you have to say something where dvitiya vibhakti namakim karma padam yatra vakyasya karma padam asti tatra dvitiya vibhakti asti. Bhavati kinchit chintayatu nutana vakyam rachayatu. Astu. Nutana vakyam rachayatu. Nutana vakyam. Vishwanathamadeva vakyam vadatu. Vayam bharatiyaha. Okay. Videshiyaha asman भारतीयान् आदरेण आह्वयति. ओके, पुनः वाक्यं वाक्यं पुनः वदतु. द्वितीयवाक्यं विदेशीयाः अस्मान् भारतीयान् आदरेण आह्वयति. वाक्यं समीचीनमस्ति, एकः दोषः अस्ति, कोऽपि वदति वा? पुनः वदतु. विदेशीयाः अस्मान् भारतीयान् आदरेण आह्वयति. अभिनवमहोदय, दोषः कः? महोदय, अहं वाक्यं न अवगच्छामि. न अवगच्छति? न. पुनः वाक्यं वदतु महोदय. प्रथमवाक्यं, प्रथमं शब्दम् अहं न अवगच्छामि. विदेशीयाः अस्मान् भारतीयान् आदरेण आह्वयति. वाक्यं समीचीनमस्ति, किन्तु एकः दोषः अस्ति. विदेशीयाः इति अस्य वचनं किं? बहुवचनं. बहुवचनं, तर्हि क्रियापदम् आह्वयति. आह्वयन्ति. हा, समीचीनमस्ति. इदानीं वाक्यं पुनः वदतु. विदेशीयाः अस्मान् भारतीयान् आदरेण आह्वयन्ति. समीचीनम्, इदानीं वाक्यं समीचीनमस्ति. अस्तु, दक्षिण भगिनी वदतु. संस्कृतस्य श्रवणेन अहम् आनन्दम् अनुभवामि. एतत् विषयं मम पितरं मातरं पुत्रीं च सूचयामि. वाक्यं समीचीनमस्ति, किन्तु दोषः अस्ति. सन्ध्या भगिनी श्रुत्वा वदतु. सन्ध्या भगिनी, दोषः कः इति वदतु. लक्ष्मी भगिनी वदतु. संस्कृतस्य श्रवणेन अहम् आनन्दम् अनुभवामि. तत् तावत् समीचीनमस्ति, दोषः नास्ति. अग्रे. एतत् विषयं एतं विषयं इदानीं समीचीनमस्ति, पुनः वदतु. एतं विषयं मम पितरं मातरं पुत्रीं च वदामि. हा, इदानीं वाक्यं समीचीनमस्ति. लक्ष्मी भगिनी स्वयं समीकृतवती. एतत् विषयं न भवति. एतत् नाम नपुंसकलिङ्गशब्दः. विषयशब्दस्य लिङ्गं किं? पुंलिङ्गम्. अतः नाम तत् द्वितीयविभक्तौ नपुंसकलिङ्गशब्दः अस्ति चेत् समीचीनं, किन्तु पुल्लिङ्गशब्दः अस्ति चेत् किं भवति? द्वितीयविभक्तौ एतम् सर्वेषां पुरतः करपत्रमस्ति वा? हा, रूपाणि. अस्तु अस्तु, निहारिका भगिनी वदतु वा, वदति. आम्, अहं तां महिला शृणोमि. पुनः न श्रुतवान् अहम्. अहं तां महिला शृणोमि. अहं ताम् इदानीं महिला इति अस्य द्वितीया अपि करोतु. महिलां. हा. ओके, सो दे बोथ चेंज. हा. पुनः वदतु. अहं तां महिलां शृणोमि. हा. इदानीं वाक्यं समीचीनमस्ति, किन्तु एका वार्ता अस्ति तत्र. एका वार्ता अस्ति, कोऽपि वदति वा? अभिनवमहोदय, समस्या का अत्र? अहं तां महिलां शृणोमि, तत्र का समस्या अस्ति? कोऽपि वदति वा? लक्ष्मी भगिनी, न जानामि. कोऽपि? सन्ध्या भगिनि, एकवचने अस्ति वा? एकवचने अस्ति. निहारिका भगिनि, पुनः वदतु वाक्यम्. अहं तान् महिलां शृणोमि. तां महिलां न जानामि. ताम् उक्तवती वा? ताम् उक्तवती. अस्तु, मम एकः प्रश्नः अस्ति. मम भवतां सर्वेषां कृते मम प्रश्नः अस्ति. महिला एक ध्वनिः अस्ति वा? महिला स्वयं ध्वनिः अस्ति वा? तर्हि अहं तां महिलां शृणोमि. महिला ध्वनिः नास्ति चेत् कथं शृणोमि? महिलां समीकरोतु. अभिनवमहोदय, वाक्यं समीकरोतु. महिलायाः सम्भाषणं शृणोमि. हा, इदानीं ताम् इति अपि तस्य महिलायाः सम्भाषणं. तस्याः महिलायाः. हा, इदानीं समीचीनम्. अभिनवमहोदय वदतु. सः वटुः विद्यालयं गच्छति. न, एतद् वाक्यम्. अहं तस्याः महिलायाः सम्भाषणं शृणोमि. इदानीं समीचीनमस्ति. निहारिका भगिनी अवगच्छति वा? ध्वनि इत्युक्ते sound. Oh, okay. You can only listen to a sound. Yeah. In English you may say I'm listening to the woman, but you can't say like that in Sanskrit. You have to say I'm listening to what she says. Okay. Because she is not herself a sound. Okay, that's good. Avagatam? Okay. So, सर्वनाम अस्तु. अभिनवमहोदय वदतु. सः वटुः विद्यालयं गच्छति. अध्यापकः तं वटुं बोधयति. अस्तु, समीचीनमस्ति. इदानीं लक्ष्मी भगिनी अग्रे. न, सन्ध्या भगिनी वदतु. सः बिडालः मम जलं पीतवती. तं बिडालं बहिः प्रेषयामि. अस्तु, वाक्यं समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी. काव्याणि, शास्त्राणि सर्वाणि अपि संस्कृते एव विद्यन्ते. तान् सर्वान् पठितुमिच्छामि चेत् गुरोः अनुग्रहं आवश्यकम्. अनुग्रहः आवश्यकः. किन्तु वाक्यं पुनः वदतु, अन्यदोषः अपि अस्ति. काव्याणि सर्वाणि काव्याणि शास्त्राणि सर्वाणि अपि संस्कृते एव विद्यन्ते. सर्वे श्रुतवन्तः वा? अभिनवमहोदय श्रुतवान् वा? इदानीं द्वितीयवाक्ये दोषः अस्ति, भगिनी वदतु. तत् सर्वं पठितुम् इच्छामि चेत् गुरोः अनुग्रहः आवश्यकः. इदानीं वाक्यं समीचीनमस्ति, किन्तु भवती परिवर्तितवती. आम्, वाक्यं तथा नासीत्. आम्, वाक्यं तथा नासीत्. भवती किम् उक्तवती प्रथमवारम्? तान् सर्वान्. हा, तान् सर्वान्. तत्र दोषः कः? तत् सर्वम्. हा, किन्तु तत् सर्वमपि समीचीनं. तान् सर्वान् किमर्थं तत्र दोषः? तान् काव्यानि शास्त्राणि शब्दाः नपुंसकलिङ्गशब्दाः. हा, नपुंसकलिङ्गशब्दाः. तान् सर्वान् इति पुल्लिङ्गे बहुवचनन्तं, भूलिङ्गे द्वितीयविभक्तिः बहुवचने, तान् सर्वान्. इदानीं नपुंसके करोतु बहुवचने. बहुवचने बहुवचने तानि सर्वाणि पठितुम् इच्छामि इति वाक्यमस्ति. अवगतम्? आम्, अस्तु. अयम् अभ्यासः, एषः अभ्यासः बहु लाभदायकः, अतः एका घण्टा जाता अस्मिन्. यतः तत्र सर्वनाम, इफ् वी केनाट् मीन्स् टु स्पीक् सेन्सेस् प्रापर्ली, वी नीड् टु हेव् मास्टरी आफ् द प्रोनौन्स् इन् वेरियस् विभक्तीस्. सो अद्य सर्वनाम्नाम् अभ्यासः प्रथमविभक्तौ द्वितीयविभक्तौ च. अत्र अस्माकम् इतोपि अग्रे गत्वा अभ्यासः भवति चेत् समीचीनम् इति अहं मन्ये. तत्र निहारिका भगिनी अवगच्छति वा? हा, नाम यत्र something else everybody should understand is that yatra vishashyam asti yatha mahila sa mahila asti aham tam mahilam pashyami tari sarvanama namapadasya vishashanam asti tari mahila dvitiya vibhakto asti chet tasya sarvanama api dvitiya vibhakto bhavati sa mahila asti aham tam mahilam pashyami. So if mahila is in dvitiya vibhakti, then you have to put sa into dvitiya vibhakti as well. They have to agree. There's agreement there between the pronoun, between the noun and the pronoun which describes it. Astu spashtam asti? Tarhi, agre katha, katham pashyama. Katha nasti. Kim? Kim nasti? कथा अस्ति खलु? सर्वेषां पार्श्वे कथा अस्ति न वा? अस्तु, कथां पठामः. अत्र चत्वारः का कथा अस्ति अत्र? हा, सप्तदश खलु, चत्वारः मूर्खपण्डिताः. अस्तु, अभिनवमहोदय कृपया पठतु. चत्वारः मूर्खपण्डिताः कस्मिंश्चित् ग्रामे चत्वारः स्नेहिताः आसन् तेषु त्रयः शास्त्रेषु पारङ्गताः परन्तु बुद्धिरहिताः अपरः तु शास्त्रं किमपि न जानाति परन्तु बुद्धिमान् एकदा एकनिमेषः तर्हि इदानीं अत्र कोऽपि प्रश्नः अस्ति वा भवानेव वदतु अत्र अतः कः कस्मिंश्चित् ग्रामे चत्वारः मित्राः आसन् चत्वारि मित्राणि आसन् तानि मित्राणि त्रयः शास्त्रेषु अध्ययनं अकुर्वन् किन्तु चत्वारि मित्राणि बुद्धिरहिताः आसन् शास्त्राणि अपरः तु शास्त्रं तानि मित्राणि किमपि न जानाति परन्तु तानि मित्राणि बुद्धिमान् आसन् तानि मित्राणि नाम किम् परन्तु बुद्धिमान् तानि मित्राणि नाम किं भवान् किमर्थं सम्यक् वदतु नाम तेषाम् अपेक्षया इति अर्थः वा चतुर्थः मित्रः बुद्धिमान् अभवत् आसीत् किन्तु मित्राणि किमर्थं भवान् उक्तवान् मित्राणि तेषां मित्राणाम् अपेक्षया बुद्धिमान् आसीत् इति वा न न अस्तु अस्तु तर्हि अग्रे पठामः त्रीणि मित्राणि बुद्धिरहिताः किन्तु चतुर्थः मित्रः बुद्धिमान् चतुर्थं मित्रं बुद्धिमान् अस्तु समीचीनम् इदानीं सन्ध्या भगिनी सर्वे अवगच्छन्ति वा निहारिका भगिनी प्रश्नः अस्ति वा नास्ति अस्तु अग्रे सन्ध्या भगिनी पठतु एकदा ते चिन्तितवन्तः वयं देशान्तरं गत्वा महाराजस्य पुरतः अस्माकं पण्डित्यं प्रदर्श्य धनसम्पादनं कुर्मः इति एकं चिन्तयित्वा ते देशान्तरं प्रस्थिताः लक्ष्मी भगिनी वदतु तस्य अर्थः ते त्रयः मित्राणि ते त्रयः मित्राणि कथं सम्यक् वदतु ते त्रयः मित्राः मित्रशब्दस्य लिङ्गं किं मित्रं नपुंसकलिङ्गशब्दः ते त्रीणि मित्राणि ते ते ते इति वा नपुंसकलिङ्गे तानि तानि मित्राणि चिन्तितवन्तः तानि त्रीणि मित्राणि चिन्तितवन्तः तानि त्रीणि मित्राणि चिन्तितवन्तः वयं देशान्तरं गच्छामः महाराजस्य पुरतः गत्वा अस्माकं शास्त्रपाण्डित्यं प्रदर्शनं कृत्वा धनं सम्पादयामः इति चिन्तितवन्तः असमीचीनम् अत्र भवती किम् उक्तवती शास्त्रपाण्डित्यं प्रदर्शनं एवम् उक्तवती खलु अत्र पाण्डित्यस्य प्रदर्शनं पाण्डित्यं प्रदर्श्य अथवा पाण्डित्यस्य प्रदर्शनं पाण्डित्यस्य प्रदर्शनं कृत्वा दर्शनं कृत्वा अर प्रदर्श्य न दर्शनम् अपि च प्रदर्शनं तत्र भेदः अस्ति दर्शनं प्रदर्शनं अवगच्छति वा दर्शनं प्रदर्शनं भेदः प्रदर्शनं कृत्वा धनं सम्पादयामः इति चिन्तितवन्तः नाम प्रदर्शनं कृत्वा अथवा प्रदर्श्य तत्र अर्थः भेदः नास्ति प्रदर्शनं कृत्वा प्रदर्श्य द्वयमपि समीचीनं तदनन्तरं तानि मित्राणि देशान्तरं गतवन्तः अस्तु समीचीनमस्ति अग्रे निहारिका भगिनी पठतु मार्गे ते एकस्य मृतसिंहस्य सिंहः सिंहस्य मृतसिंहस्य तत्र बिन्दुः अस्ति खलु अनुस्वारः पश्यतु मृतसिंहस्य अस्थीनि दृष्टवन्तः तदा प्रथमः उक्तवान् भोः स्नेहितः अस्माकं विद्या बहु स्नेहिताः अस्माकं विद्यायाः परीक्षां अत्र दोषः अस्ति नास्ति कर्तुम् एकः अवकाशाः अवकाशः लब्धः वयम् एतं सिंहं जीवहितं कुर्मः इति. समीचीनमस्ति. इदानीं विश्वनाथमहोदय, तस्य अर्थः कः? मार्गे ते एकस्य मृतसिंहस्य अस्थीनि दृष्टवन्तः. अस्थि इत्युक्ते किं जानाति वा विश्वनाथ? अस्ति खलु बोन्स्. सत्यम्, अस्थीनि दृष्टवन्तः. एकस्य मृतसिंहस्य अस्थीनि. अस्थीनि इत्यस्य वचनं बहुवचनम्. अस्थि, अस्थीनि, अस्थीनि दृष्टवन्तः. तदा प्रथमः उक्तवान् भोः स्नेहिताः, अस्माकं विद्यायाः परीक्षां कर्तुम् एकः अवकाशः लब्धः. वयम् एतं सिंहं जीवसहितं कुर्मः इति. तर्हि विश्वनाथमहोदय, अत्र अर्थः कः? मार्गमध्ये ते मित्रम् एकमुक्तस्य सिंहं दृष्टवन्तः. अनन्तरम् एकं मित्रम् उक्तवान् भोः मित्रम् इति मृतस्य सिंहः अहं एकम् अवकाशं लब्धितवान् वयम् इति मृतस्य सिंहं पुनर्जीवितं कुर्मः इति सम्बोधितवान्. समीचीनम्. अस्तु, अग्रे लक्ष्मीभगिनी कृपया पठतु. अनन्तरं सः सिंहस्य अस्थीनि योग्यक्रमेण योजितवान्. द्वितीयः तत्र रक्तमांसं चर्मादिकं संयोजितवान्. तृतीयः यदा तस्य जीवदानं कर्तुम् उद्युक्तः तदा शास्त्रज्ञानरहितः चतुर्थः उक्तवान्, भोः यदि एषः सिंहः जीवितः भवति तर्हि अस्मान् मारयति, अतः तस्य जीवदानं न करणीयम् इति. समीचीनमस्ति. इदानीं अभिनवमहोदय, कृपया अर्थं प्रतिपादयतु. अनन्तरं सः मित्रः तस्य योग्यक्रमेण सिंहस्य अस्थीनि योजितवान्. द्वितीयं मित्रं रक्तमांसं चर्मं च संयोजितवान्. अत्र समस्या का? मित्रमित्रमिति उक्त्वा अस्माकं समस्या भवति, यतोहि मित्रशब्दः नपुंसकलिङ्गशब्दः. मित्रमिति वदामः चेत् तत्र वारं वारं सर्वं नपुंसकलिङ्गे भवति. यतः उदाहरणार्थम् अत्र संयोजितवान्, तत् संयोजितवान् इति संयोजितवत् भविष्यति. संयोजितवत् अतः मित्रमिति मा वदतु. अत्र अतः खलु अत्र मित्रमिति शब्दः नास्ति, अत्र स्नेहितः अस्ति. यतोहि प्रारम्भिकस्तरे स्नेहता तत्र सौकर्यमस्ति, पुल्लिङ्गे अस्ति इति कारणतः स्नेहिताः. स्नेहिताः. किन्तु स्नेहितः मित्र समानम् अर्थम् अस्ति. परन्तु इति पृच्छति अथवा वदति? अहं पृच्छामि. पृच्छामि पृच्छति यत् हा प्रायशः विभग् प्रायशः नाम तादृश अर्थः अस्ति. स्नेहिताः चत्वारः स्नेहिताः नाम चत्वारि मित्राणि इति अनुक्त्वा चत्वारः स्नेहिताः तस्मिन् अर्थे. द्वितीयः स्नेहितः तत्र रक्तमांसं चर्मं च संयोजितवान्. तृतीयः स्नेहितः जीवनदानं कर्तुं शप्नोमि इति शब्दस्य शक्नोति किन्तु भूतकालशब्दः किं भवति? हा कर्तुम् उद्युक्तः. उद्युक्तः इति जानाति वा? उद्युक्तः उद्युक्तः इति शब्दं जानाति न वा? न. सिद्धः सिद्धः उद्युक्तः नाम सज्जः. तत्र शब्दत्रयमस्ति नाम तयार् इति अस्मिन् अर्थे हिन्दीभाषायाः यः शब्दः अस्ति तयार् इत्यस्मिन् अर्थे अत्र संस्कृतभाषायां शब्दत्रयमस्ति. अहं सज्जः अस्मि गमनार्थं सज्जः अथवा गमनार्थं उद्युक्तः अथवा सिद्धः. किन्तु यदा तृतीयः स्नेहितः तं सिंहं जीवदानं कर्तुम् उद्युक्तः तदा चतुर्थः स्नेहितः यत् शास्त्ररहितः आसीत् यः शास्त्ररहितः आसीत् सः स्नेहितः उक्तवान् भो यदि सः स्नेहितः उक्तवान् इति न समीकरोतु. सः स्नेहितः सः स्नेहितः नाम स्वयं स्नेहितः इति वा? अस्तु वदतु. भो यदि त्वम् एषं सिंह यदि त्वम् एषः सिंहः एतत् सिंहं जीवितं करोतु तर्हि सः सिंहः अस्मान् मारयति इति. अतः तं जीवदानं न करोतु. समीचीनं. सर्वे अवगच्छन्ति वा? सन्ध्या भगिनि अवगच्छामि. हरिका अवगच्छामि. अस्तु अस्तु अग्रे विश्वनाथमहोदय पठतु कृपया. तदा तृतीयः उक्तवान् मूर्खः यत्र सम्बोधनमस्ति तत्र विसर्गः नास्ति. मूर्खः मया अपि मम विद्यायाः परीक्षा करणीया अस्ति. अतः अहं जीवदानं करोमि एव इति. हा समीचीनमस्ति. अतः कः? तृतीय मित्रं तृतीयः स्नेहितः वद वद उक्तवान् अहं जीवदानं मृतस्य सिंहः जीवदानं करोमि. किमर्थं मम विद्यायाः परीक्षा करोमि. अस्तु, समीचीनमस्ति. अस्तु, अग्रे इदानीं सन्ध्या भगिनी पठतु. बहु बृहत् अस्ति. अभ्यासः. अस्तु, अभिनवमहोदय, अभिनवमहोदय, भवान् पठतु, सन्ध्या भगिनी तस्य अर्थं वदिष्यति. तदा चतुर्थः. तर्हि एकं क्षणं तिष्ठतु, अहं वृक्षम् आरोहामि इति उक्त्वा एकं वृक्षम् आरूढवान्. तृतीयः सिंहस्य जीवदानं कृतवान्. तदा सः जीवितः सिंहः त्रीन् अपि पण्डितान् मारितवान्, तृप्त्या ततः निर्गतः च. अनन्तरं चतुर्थः वृक्षतः अवतीर्य ग्रामम् आगतवान्. अस्तु भगिनि. चतुर्थं मित्रं जीवनं दातुं न इच्छति, परन्तु तृतीय दत्तवान्. तर्हि सिंहः सर्वे मारितवान्. एकं द्वे त्रीणि मारितवान्, परन्तु चत्वारि वृक्षे अभवत्. तर्हि सः न मृतवान्. अनन्तरं अदरि कृतवान् गृहं गतवान्. अधः आगतवान्. अस्तु, समीचीनमस्ति. इदानीं लक्ष्मी भगिनी अन्ते. अतः पण्डिताः वदन्ति, विद्यायाः अपेक्षया बुद्धिः एव गरीयसि इति. तस्य अर्थः कः? पण्डितायाः वदन्ति. पण्डितायाः नाम? पण्डिताः वदन्ति तत्कारण अतः विद्यायाः अपेक्षया बुद्धिः एव अपेक्षितम्. विद्यायाः अपेक्षया बुद्धिः आवश्यकम्, आवश्यकता अस्ति. बुद्ध्याः बुद्धिः इति पुल्लिङ्गशब्दः. न गरीयः, न स्त्रीलिङ्गशब्दः. स्त्रीलिङ्गशब्दः बुद्धिः गरीयसि, स्त्रीलिङ्गशब्दः. अतः अत्र भवती किम् उक्तवती? अपेक्षितः, आवश्यकी, आवश्यकी अपेक्षिता. बुद्धिः आवश्यकी, बुद्धिः आवश्यकी अथवा आवश्यकी अपेक्षिता. अथवा अपेक्षिता. विद्यायाः अपेक्षया बुद्धिः आवश्यकी. गरीयसि गरीयसी नाम समीचीना. गरीयसी इति शब्दः गुरुशब्दतः गुरुशब्दतः आगतः. अस्तु, समीचीनम् इति कथा. अत्र प्रश्नः अस्ति कोऽपि? प्रश्नः नास्ति. अस्तु, अस्माकं वाक्य अभ्यासः समीचीनः आसीत् अद्य. अग्रे तथा इदानीं तृतीयाविभक्तौ अपि तथा कुर्मः. अतः ये नाम निहारिका भगिनी तृतीयाविभक्ति यः अध्यायः अस्ति तत् परिशीलयतु किञ्चित् पश्यतु तत्र किं किम् अस्ति. अस्मिन् सप्ताहे हा किं कुर्मः, तत्र वाक्यानि रचयन्तु यत्र तृतीयाविभक्तिः अस्ति. सर्वे रचयन्तु यत्र तृतीयाविभक्तिः अस्ति, अपि च सर्वनाम अपि स्यात्. अग्रिमे सप्ताहे यथा वयं कृतवन्तः अस्मिन् सप्ताहे द्वितीयविभक्तिः, तत्र तृतीयविभक्तिः अपि तथा. उदाहरणार्थम् अहं लोकयानेन गच्छामि, तत्र लोकयानेन तत्र तस्य सर्वनामपदं किं स्यात्? अहं तेन लोकयानेन गच्छामि. द्विचक्रिका, तया द्विचक्रिकया. अहं तया द्विचक्रिकया, समीचीनम्. अस्तु, सन्ध्या भगिनी तत्र विमानं. विमानं तेन विमानं तेन विमानेन. अहं तेन विमानेन गच्छामि. अस्तु, इदानीं लिखामि अङ्कन् अहं तत्र सा अङ्कनी अस्ति, सा अङ्कनी अस्ति, कथं लिखामि? विश्वनाथमहोदय वदति वा? अहं अङ्कनी अङ्कन्या तत्र सर्वनाम सा अङ्कनी. इदानीं सा इत्यस्य तृतीया, तया. इदानीं वदतु. अहं तया अङ्कन्या लिखामि. वाक्यं समीचीनमस्ति, बहु समीचीनमस्ति भोः. इदानीं निहारिका यदि कुर्मः यत् कर्तरी, अहं कर्तरी कर्तयामि, सा कर्तरी तृतीया. तया कर्तर्या. पुनः वदतु. कर्तयामि तया कर्तर्या कर्तयामि. सत्यम्, अहं तया कर्तर्या कर्तयामि, समीचीनमस्ति. तथा कुर्मः इदानीम् एकवचने बहुवचने च. सर्वे दशवाक्यानि लिखन्तु, सर्वनाम अपि भवतु नामपदमपि भवतु. तृतीया, यत्र साधनमस्ति यत्र कुत्रापि तृतीयाविभक्तिः भवितुमर्हति इति सर्वे दशवाक्यानि रचयन्तु. अनेन वयम् अभ्यासं करिष्यामः. तत्र विना सह इति अपि भवति. तत्र पश्यन्तु विना उदाहरणार्थं लक्ष्मीभगिनी, तत्र भोजनं तत्र विना, तत् भोजनं विना न जीवामि. अहं तेन भोजनेन विना न जीवामि. समीचीनं. तस्य अर्थः एवं यत् यत्किमपि भोजनं न विशिष्टं, विशिष्टं किञ्चित् भोजनमस्ति येन विना अहं न जीवामि. हा अस्तु, समीचीनमस्ति. तर्हि यत्र सः अस्ति अनन्तरं विना अस्ति, निहारिका भगिनी अवचति वा विना? तर्हि तत्रापि अस्माकं तादृश अभ्यासः अस्ति. अनन्तरं कारणवाचकः, कारणवाचकः अस्ति. अत्र पेज् 23 लिखितमस्ति, एतया वार्तया तस्य कोपः प्रवृद्धः. तर्हि अत्र अत्र सर्वनाम अस्ति एतया वार्तया, अत्र तृतीया अस्ति, एतया वार्तया तस्य कोपः प्रवृद्धः. तत्रापि अस्माकम् अभ्यासः भवति, भवितुमर्हति. तत्र दशवाक्येषु अस्यापि प्रयोगः भवितुमर्हति. यथा किम् उदाहरणं सर्वे वदन्तु, न एकं वाक्यं शीघ्रमेव, यत् कारणवाचकमस्ति. यथा सम्बन्धः, अनेन एतेन असमीचीनेन सम्बन्धेन सः कार्यं त्यक्तवान् स्वस्य. एतेन असमीचीनेन सम्बन्धेन सः स्वस्य कार्यं त्यक्तवान् इति एकम् उदाहरणमस्ति. अवगच्छन्ति? स्पष्टमस्ति वा? न, वयं तृतीयविभक्ति कर्तुम् इदानीं वाक्यं न इदानीं नाम वर्गः समाप्तः, किन्तु अर्थः, अस्य अर्थः अवगतः वा? कथं भवति नाम मम वाक्यं स्पष्टमस्ति वा? एतेन असमीचीनेन सम्बन्धेन सः स्वस्य कार्यं त्यक्तवान्. त्यक्तवान् नाम त्यजनं, टु लीव्, क्विट् नाम कार्यालये केनचित् सह असमीचीनसम्बन्धः आसीत्. बहु नाम सः न रोचते तेन, तस्मै न रोचते स्म, अतः तेन कारणेन सः स्वस्य कार्यं त्यक्तवान्. बिकास् आफ् दट् बेड् रिलेशन्शिप् हि हेड् अट् वर्क् हि लेफ्ट् द जाब्. तेन असमीचीनेन सम्बन्धेन सः स्वस्य कार्यं त्यक्तवान्. तादृशं वाक्यमपि रचयितुं शक्नुवन्ति. नाम गृहपाठे तत्र दशवाक्यानि भविष्यन्ति. अस्तु, स्पष्टमस्ति वा? तर्हि तृतीयविभक्तिः कुत्र भवति? यत्र कारणमस्ति, यत्र सः अस्ति, यत्र विना अस्ति, यत्र कारणमस्ति इति सामान्यतया भवति. अलं शब्दः अपि अस्ति. अस्तु, तर्हि इदानीं विरमाम. अस्तु, अग्रिमे सप्ताहे मिलामः. विचिनं वा? Any questions? Nasti. Nasti. Astu, astu, astu. Tari samichanam. Namaskara. Namaskara. Namaskara. Namaskara. Namaskara. Namaskara. Namaskara.